गतरविवासरे दिवादिगणे इति विषये अस्माकं चर्चा अस्ति आसीत्। तत्र अस्माभिः सम्प्रसारणः धातवः के के सन्ति इति अस्माभिः पठितं दिवादिगणे। महोदय क्षम्यतां महोदय, सर्वे कृपया म्यूट् मध्ये गच्छतु, बेक्ग्रौण्ड् नाय्स् अस्ति बहु। अहं म्यूट् करोमि। तर्हि षण् प्रत्ययस्य कारणेन षण् प्रत्ययः कित् अस्ति, अतः दिवादिगणे सम्प्रसारणं भवति। सम्प्रसारणे मुख्यसूत्राणि सन्ति। प्रथमं तु सम्प्रसारणसंज्ञासूत्रम् इघ्यणः सम्प्रसारणं। तर्हि इक् यण् प्रत्याहारस्य स्थाने यत् इक् प्रत्याहारवर्णः भवति तस्य संज्ञा भवति सम्प्रसारणं। तदनन्तरं सम्प्रसारणं कस्मिन् कस्मिन् धातौ भवति, तर्हि ग्रही ज्या वै व्यधि वष्टि इति धातु इति सूत्रमस्ति। तत् सूत्रं वदति यत् ग्रह ज्या वय व्यद् इति सूत्रेषु इति धातूनाम् इति धातुषु सम्प्रसारणं भवति। तदनन्तरम् अस्ति सम्प्रसारणाच्च। सम्प्रसारणाच्च इति सूत्रं वदति यत् सम्प्रसारणात् यदि अच्वर्णः अस्ति, नाम सम्प्रसारणवर्णस्य अनन्तरम् अच्वर्णः अस्ति, तर्हि उभयोः स्थाने पूर्ववर्णः एव भवति सन्धि यदा सन्धि यदा वयं सन्धिं कुर्मः। तदनन्तरमस्ति न सम्प्रसारणे सम्प्रसारणं। तर्हि यदि द्वौ वर्णौ स्तः यौ सम्प्रसारणौ स्तः, तत्र केवलं यत् परवर्णः अस्ति तत्र एव सम्प्रसारणं भवति। पूर्ववर्णे सम्प्रसारणं न भवति। तर्हि इति सम्प्रसारणस्य विषये मुख्यचत्वारः चत्वारि सूत्राणि सन्ति। तदनन्तरं ऋकारान्तधातवः, तत्र सूत्रमस्ति, एकं सूत्रमस्ति यत् ईद् धातोः। सूत्रस्य निमित्तं नास्ति, यत्र यत्र तस्य प्राप्तिः भवितुं शक्नोति तत्र तत्र ऋत ईद् धातोः इति सूत्रमागत्य कार्यं करोति। यत् ह्रस्व दीर्घऋकारान्तधातूनां कृते सूत्रमस्ति, दीर्घधातूनां दीर्घऋकारान्तधातुः अस्ति चेत् तत्र तत्र दीर्घऋकारस्य स्थाने ह्रस्व इकारः भवति इति भवति। तदनन्तरम् एकः प्रश्नः अस्ति तत्र यत्र यत् ऋत इद् धातोः अथवा सार्वधातुक आर्धातुकयोः मध्ये सूत्रं सर्वदा सार्वधातुक आर्धातुकयोः तस्य सूत्रस्य प्रसक्तिः प्रथमं भवति, यतोहि तत्र गुणकार्यमस्ति। तत्र प्रश्नः अस्ति यत् नित्यम् इति कारणेन भवति अथवा अभिप्रतिषेधः अस्ति। तत्र अहमपि चिन्तयामि, तत्र अहं नित्यं प्रायः नित्यमेव कारणम् अस्ति। तत्र किमपि तस्य कुतर्कः तत्र न भवति इति अहं चिन्तयामि। तर्हि यतोहि ऋत इद् धातोः मध्ये ऋकारः तत् अस्ति, यदि प्रथमं सार्वधातुकार्धातुकयोः कार्यं करोति तत्र प्रथममपि कार्यं कर्तुं शक्नोति। ऋकारस्य स्थाने यत् इकारः भवति तत्र अपि कार्यं कर्तुं शक्नोति, अतः प्रायः तत्र नित्यमेव अस्ति। परन्तु यत्किमपि भवेत्, यथा यत्र गुणं भवितुं शक्नोति तत्र सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणं भवति, नो चेत् ऋत इद् धातोः इति सूत्रेण ह्रस्व इकारः भवति। तदनन्तरम् एकं सूत्रमस्ति हलीच। हलीच इति सूत्रमस्ति, हलीच इति सूत्रस्य अद्य अपि तस्य प्रसक्तिः आगमिष्यति। हलीच इति सूत्रं वदति यत् यदि कोऽपि धातु अस्ति, धातु रेफान्त अस्ति नो चेत् वकारान्त अस्ति, तस्य अनन्तरं कोऽपि हल् वर्णः अस्ति, तर्हि हल् वर्णः अस्ति अपि च तस्मात् पूर्वं यत् उपधावर्णः अस्ति तत् इक् वर्णः अस्ति, इक् वर्णः, तर्हि तस्य इक् वर्णस्य दीर्घत्वं भवति इति। तर्हि अस्माभिः पठितं यत् ऋत दीर्घऋकारान्तधातूनां कृते प्रथमं तु ईकारस्य स्थाने ह्रस्व इकारः भवति, ह्रस्व इकारानन्तरं पुरण्रपरः इति सूत्रेण रेफः आगच्छति, तर्हि धातुः रेफान्त भवति, तस्मात् पूर्वम् उपधायां ह्रस्व इकारः अस्ति, तस्य अनन्तरं शन् प्रत्ययः अस्ति, तत्र य एव अवतिष्ठति. य हल् वर्णः अस्ति, अतः हली च इति सूत्रेण ह्रस्व इकारस्य दीर्घ इकारः भवति इति अस्ति. अस्तु, इदानीम् अग्रे गच्छामः. वकारान्तानाम् इकः दीर्घत्वं, वकारान्तानां चतुर्थः बिन्दुः अस्ति. दीर्घ इकारान् धातूनाम् इति भागस्य अनन्तरं वकारान्तानाम् इकः दीर्घत्वम् इति अस्ति, चत्वारः धातवः. तर्हि पठामः. मीना महोदय पठतु. श्रूयते वा महोदय? महोदय एकवारं कुत्र इति मां स्मारयतु महोदय, क्षम्यताम्. अत्र ऋकारान्तधातवः सन्ति खलु, तृतीयबिन्दु सम्प्रसारणम् अस्ति, तदनन्तरं ऋकारान्तः धातवः सन्ति. महोदय एतत् तुदागनि वा दिवादिगन वा? दिवादिगणे चतुर्थः बिन्दुः अस्ति इदानीं, वकारान्तानां इकः दीर्घत्वम्. अस्तु महोदय, अहं पश्यामि. धन्यवादः. वकारान्तानाम् इकः दीर्घत्वं चतुर्धातवः. दिवादिगणे चत्वारः वकारान्तदातवः सन्ति, दिवु, दिव्, शिवु, सिव्, स्त्रिवु, स्थिव्, ष्टिवु, ष्टिव्. दिवु क्रीडा विजिगीषा व्यवहार द्युति स्त्युति मोदपथ स्वप्न कान्ति गतिषु स्वीकरोति, क्रीडति, इच्छति, जेतुम् इच्छति, निद्राति, गच्छति, तेजस्वी भवति, प्रशंसां करोति, प्रसन्नो भवति, व्यवहारं करोति. शिवु तन्तु सन्ताने सीवनं करोति, तुसु रोपयति. स्त्रिवु गति गतिशोषणयोः गच्छति, शुष्कः भवति. ष्टिवु निरसने स्पिट्. पठामः महोदय. हलिच इत्यनेन यः धातुः वकारान्तः तस्य उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे. श्यन् इति विकरणप्रत्ययः हलादिः, यकारादिः, यकारादि च अपि च, अतः सूत्रस्य प्रसक्तिरस्ति. यदि श्यन् पित् अभविष्यत् तर्हि पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणः अभविष्यत्. गुणकार्य अभावे हलि च आगत्य कार्यं करोति. किं लिखितम् अत्र? चत्वारः धातवः सन्ति, दिवु, शिवु, स्त्रिवु, ष्टिवु इति. तत्र हलि च इति प्रत्ययः प्रसक्तिः अस्ति, तत्र भवति हलि. शन् प्रत्यये परे शन् प्रत्यये, शन् इति प्रत्ययः विकरणप्रत्ययः, हलादि हलादि च हलादिप्रत्ययः अपि अपि सूत्रस्य प्रसक्तिरस्ति. तस्मात् यदि दिवु इति धातुः चिन्तामः चेत् वकारः तस्य उपदा इक ह्रस्व इकः इक् वर्णः अस्ति, ह्रस्व इक् वर्णः. साधारणतया पुगन्तस्य लघुपदस्य इति सूत्रेण देव् इति भवितुं शक्यम् अस्ति. तदं इदानीं हलि च इति अपवादसूत्रं वा महोदय? इति सूत्रेण गुणकार्यं न भवति, तदा हलि च इति सूत्रः उपदा दीर्घः भवति इति सूत्रेण, हलि च इति सूत्रेण इक् वर्णः दीर्घः भवति. देव्यति न भवति, दीव्यति इति अङ्गं भवति. अत्र अपवादः इति किमपि नास्ति. अत्र प्रथमं तु अत्र यथा सार्वधातुकार सामान्यसूत्रमेव न न तत्र पुगन्तलघुपदस्य च इति तस्य सूत्रस्य कार्यं तु सर्वदा भवति एव. प्रथमं तु हलि च इति सूत्रं यत् अस्ति तत् अपित् अस्ति चेत् वा महोदय अपित् न पित् अस्ति चेत् प्रश्नः अस्ति प्रश्नः आगच्छति यदि पित् अस्ति सूत्रं यदि यदि प्रत्ययः पित् नास्ति चेत् प्रश्नः एव नास्ति. परन्तु प्रत्ययः पित् अस्ति चेत् प्रश्नः अस्ति मम हलि च इति सूत्रं कार्यं करोति अथवा पुगन्तलघुपदस्य च कथं जानीमः प्रश्नः किं भगिनि महोदय इदानीं तु पुगन्तलघुपदस्य एव हलि च तु त्रिपाद्याम् अस्ति सत्यं सत्यं तर्हि हलि च इति सूत्रं त्रिपाद्याम् अस्ति अतः त्रिपाद्याम् अस्ति पूर्वत्र सिद्धमिति सूत्रेण यत्र पित् प्रत्ययः अस्ति तत्र पुगन्तलघुपदस्य च इति सूत्रस्य एव कार्यं भवति यतोहि तस्य कृते हलि च इति सूत्रं नास्ति एव अतः यत्र पित् अस्ति तत्र पुगन्तलघुपदस्य च कार्यं करोति यत्र पित् नास्ति तत्र हलि च इति कार्यं कर्तुं शक्नोति यदि प्रसक्तिः अस्ति. अस्तु तर्हि अत्र यथा उक्तं वकारान्तधातुः अस्ति तस्य अनन्तरं श्यन् इति य अस्ति य यकारादि अस्ति हलि अस्ति हलि हलादि अस्ति पूर्वं इक् अस्ति अतः तस्य इकारस्य दीर्घत्वं भवति हलि च इति सूत्रेण. तर्हि अग्रे उदाहरणानि सन्ति तर्हि अग्रे महोदय विजयमहोदय पठतु. अतः दिवादिगणे दीव्यति अस्ति दिव्यति इति न सम्यक् दिव्यति अथवा देव्यति इति किमपि विजयमहोदय पठतु. आं जि आं जि तत्र शिव योग दिव्योगः श्यन् इत्युक्ते हलिच इत्यनेन वकारान्तः वकारान्तधातोः अलिपरे उपादायं स्थितः इक् वर्णः दीर्घः दिव् इति भवति दिव् इति इकारस्य उपादायं वकारस्य उपादायम् इकारः अस्ति एतत् दीर्घः भवति दिव् योगः शन् इति तत्र हल अनुबन्धलोपानन्तरं यकारः एव तिष्ठति दिव् योगः यकारः दिव्य इति अङ्गं भवति दीव्यति इति तिङन्तपदं ति योजनेन दीव्यति इति रूपं निष्पन्नम् अनन्तरं शिव् योगः शन् हलिच इति सूत्रेण तत्रापि इक् वर्णः दीर्घः भवति शिव् इति पद अङ्गं शिव् इति भवति शिव् योगः यकारः शिव्य इति अङ्गं भवति अनन्तरं ति इति तिङ् प्रत्ययं योजनेन शिव् इति आगच्छति स्त्रिव् इति योगः शन् हलिच इति सूत्रेण तत्रापि इकारः दीर्घ इक् वर्णः दीर्घः भवति स्त्रीव् योगः यकार य स्त्रीव्य योगः ति स्त्रीव्यति स्त्रीयति इति भवति स्त्रीव्यति इति भवति अनन्तरं स्ट्युव् धातोः योग शन् इति प्रत्ययं योजनेन हलिच इति तत्रापि इक् वर्णः दीर्घः भवति स्टीव् योगः यकारः स्टीव्य इति आगच्छति स्टीव्ययोगः ति इति प्रत्ययं स्टीव् इति तिङ् प्रत्ययं योजनेन स्टीव्यति इति रूपं निष्पन्नम् अग्रे पठामि वा सुप् धातु स्ट्यु श्वस्कातीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकमस्ति तत्र कात्यायनस्य धात्वादेः शः सः इति षष्ठ अध्याये प्रथमपादे षष्ठीः इति षष्टितमसूत्रेण इत्यस्य निषेधकं भवति तत्र नामधातूनां स्ट्युवु श्वस्क अनयोः धात्वोः च शकारस्य स्थाने सकारः आदेशकः न भवति षोडीयते नामधातुः, षण्डीयते नामधातुः, स्टीवति स्कस्कते स्पष्कते इति तत्र भवति. तत्र सुबन्तपदं सुब नामधातुः अत्र सुबन्तपदम् इत्युक्ते नामधातुः स्टिवु स्पष्क एतादीनां सत्त्वप्रतिषेधे तत्र वक्तव्यः सकारः न भवति इति वार्तिकम्. एतत् पाणिनिना एतत् सर्वं कृतम् अनन्तरं बहुकालेन अनन्तरं कात्यायनः अन्ये नाम वररुचिः एतत् वार्तिकं कृतवान्. दात्वा सुप् धातोः स्टिव् इति धातुः वार्तिकं रचितवान्. दात्वादेः शः सः इत्यस्य निषेधकम् अस्ति तत्र धातूनां नामधातूनाम् इत्युक्ते अतिथेषु धातुषु नामधातवः भवन्ति. तत्र मूलं धातुः नास्ति, प्रातिपदिकयात् नामधातुः आगच्छति. तत्र स्ट्युः स्वष्क अनयोः धात्वोः सकारस्य स्थाने सकारः मूर्धन्यसकारस्य स्थाने सकारः आदेशः न भवति. नामधातुः षण्डीयते अनन्तरं स्टीवति स्टीवति इत्युक्ते स्वष्कते इति एव तत्र निष्पन्नं. तत्र परिवर्तनं किमपि नास्ति, शकारः शकार एव तिष्ठति. तर्हि सामान्यतया अस्माभिः पठितं धात्वादेशः शः सः इति सूत्रेण शकारादिधातुः अस्ति चेत् मूलधातु तस्य सकारस्थाने सकारः भवति, परन्तु वार्तिकेण केचन धातवः सन्ति यत्र तत्त्वमेव तिष्ठति. तेषु एकः धातुः अस्ति ष्ठिव्, तत्र ष्ठिव् इति न भवति, ष्ठिव् इति एव तिष्ठति, अतः ष्ठीव्यति इति रूपं. परन्तु तथैव यथा शिव् धातु अस्ति शब्दं भवति शिवो इति म्यूट् करोतु ये न अत्र सन्ति, यस्य गृहे कोलाहलमस्ति ते म्यूट् कुर्वन्तु. ये यत्र शिव् अस्ति शिवु अत्र एव पठतु. अत्र एकं धातु अस्ति शिवु, एकमस्ति ष्ठिवु. ष्ठिवु मध्ये रूपं भवति ष्ठीव्यति, शिवु मध्ये भवति सीव्यति. तर्हि शिवु मध्ये धात्वादेशे शः सः इति सूत्रेण सकारात् सत्त्वं भवति, परन्तु ष्ठिवु मध्ये अत्र वार्तिकेण तत्र न भवति. अस्तु, इति अस्ति. तर्हि वकारं धातु अस्ति चेत् दीर्घ इकारः भवति इति अस्ति. अस्तु, अग्रे गच्छामः. गुणः अस्ति अत्र. अरुणा महोदय पठतु. आं महोदय, गुणः एकः धातु अस्ति. निमिदां स्नेहने स्निग्धः भवति, टु मेल्ट् टु डिसाल्व्. अद्रि आर्जि निङ्टुडवः उपदेशे अजुनासिक इत् तस्य लोपः इत्येभिः अनुबन्धलोपे मिद् इति धातुः. अत्र धातु निमिदङ्गं इति धातु उपदेशधातुः. अत्र अर्थं स्नेहने इति अर्थं स्निग्धः भवति, टु मेल्ट् टु डिसाल्व्. अत्र इत्वर्णा पश्यामः. आदिर्डेटुडवः इति सूत्रेण आदिनि इत्संज्ञा भवति, तस्य लोपः भवति. उपदेश अजुनासिक इति सूत्रेण अकार अनुनासिक अकारलोपः भवति. तदनन्तरं धातु मिद् इति एव अवशिष्यति. मिद् अनन्तरं मिद् मिदेङ्गुणः इति सूत्रं वदति. मिद् धातो मिदेर्गुण क्षम्यता मिदेर्गुण क्षम्यता मिदेर्गुणः इति सूत्रं सप्तमध्याये तृतीयपादे द्वे सप्तति सूत्रं. मिद् धातोः गुणः भवति क्षितिपरे. ओ सम्यक्. सर्वदा भ्रमः भवति सङ्ख्याविषये. मिदेहे षष्ट्यन्तं, गुणः प्रथमान्तं, द्विपदितं द्विपदम् एतत् सूत्रं, षण् प्रत्ययस्य अपित्वात् किनिति च इत्यनेन गुणनिषेधः. किन्तु मिदेर्गुणः इति सूत्रं तस्य अपवादभूतसूत्रम्, अनेन गुणः भवति. स्टिव् क्लमुचमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः. इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः आयाति. यत्र स्थानि न उक्तम् अङ्गस्य इत्यस्य अधिकारः. अनुभूतिसहितसूत्रं मिदेः अङ्गस्य इकः गुणः क्षिति पूर्णसूत्रं. त्रयसूत्रमस्ति. मिदेर्गुणः सूत्रं वदति आदे मिद् धातोः इकवर्णस्य गुण भवति क्षितिप्रत्ययपरे. मिद् धातु दिवादिभ्यः अस्ति. तत्र शन् इति अपित् षण् प्रत्ययः षित् प्रत्ययः. ततः अपितत्वात् किञ्चित् सूत्रेण सामान्यतया गुणनिषेधः भवति. परन्तु मिदेर्गुणः इति सूत्रं वदति अत्र अपवादसूत्रम् अभवत् गुण भवति. सम्पूर्ण सूत्रस्य अनुवृत्तिसहितसूत्रं मिदेः अङ्गस्य इकः गुणः क्षिति. अत्र इकः अत्र आगच्छति किम् इत्युक्ते गुण इति वक्तुं कुत्र इति न स्पष्टं नास्ति. ततः परिभाषासूत्रिको गुणवृद्धि इति परिभाषासूत्रेण इकः वर्णस्य गुण भवति इति अत्र सहायं करोति. तर्हि सामान्यतया यत्र कपित् अस्ति प्रत्ययः तत्र निति च इति सूत्रेण गुणं न भवति. परन्तु मिदेर्गुणः इति अपवादः सूत्रम् अस्ति. मिद् धातुः मध्ये गुणः भवति यदा कदापि अश्रित् प्रत्ययः परे अस्ति. अपि च तत् प्रत्ययः अपित् अस्ति चेदपि गुणकार्यं भवति इति अपवादः सूत्रमस्ति मिदेर्गुणः. तर्हि मिद् योगः श्यन् अत्र मिद्यति इति न भवति, परन्तु गुणं कृत्वा मेद्यति इति मेद्यति. तर्हि मेद् तर्हि प्रायः जनाः जानन्ति न वा मेदस् इति शब्दः अस्ति. मेदस् मेदस् इत्युक्ते फ्याट् फ्याट् अस्ति. तत् मिद् इति धातुतः आगच्छति मेदस्. अतः पृथ्वी अस्ति खलु, अस्माकं धरती पृथ्वी अस्ति, भूमि, तस्य एकं नाम अपि अस्ति मेदिनी. मेदिनी मिद् अस्तु. अग्रे धन्यवादः महोदय. मिद् योगः तत्र भवत् मिद् योगः श्यन् मेद्यति. मिद् योगः शन् अत्र मिद्येर्गुणः सूत्रम् आगत्य क्षितिपरे गुणः इति करणीयमिति वदति. ततः मेद् योगः य मेद्या इति अङ्गं मेद्या योगः इति मेद्यति इति तिङन्तरूपं निष्पन्नं भवति. मिद् इत्युक्ते मिद् मेल्ट् इति अर्थः कः? टु मेल्ट् टु डिसाल्व्. ओके, तर्हि दिवादिगणे अन्य कुत्रापि एतादृशं रूपम् अस्माभिः वयं द्रष्टुं न शक्नुमः यत्र गुणं भवति, यतोहि तत्र अपित् अस्ति. परन्तु मिद् धातुः अस्ति, यत्र गुणं भवति मेद्यति. अस्तु, धन्यवादः महोदय. अग्रे गच्छामः. सुमन् महोदय. मेदिनी इत्युक्ते पृथिवी खलु जि? आम् सत्यम्. अस्तु महोदय, इदानीं तु षष्टमबिन्दुः अस्ति. धातुवादेशः एकः एव धातुः अस्ति. जञ् प्रादुर्भावे उत्पन्नो भवति, सज्जातः भवति. ज्ञा जनोर्जा अस्ति सूत्रं. ज्ञा क्रयादिगणे, जन् दिवादिगणे, चेतस् चेत् अनयोः जा आदेश भवति शिति प्रत्यये परे. सम्पूर्ण परिच्छेदं अस्तु. आदेशः अनेकाल अतः अनेकाल अनेकालशित् सर्वस्य इत्यनेन आदेशः सर्वस्थानि स्थाने भवति, न तु अन्तवर्णस्य. ज्ञाश्च जन् च तयोर् इतरेतरद्वन्द्वः. ज्ञा जनौ तयोः ज्ञान जनोः ज्ञा जनोः षष्ट्यन्तं. जा लुप्त प्रथमाकं पदं द्विपदम् इदं सूत्रम्. ष्टिवु क्लमु चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति ज्ञा जनोः अङ्गस्य जा शिति. अस्तु, इदानीं तु एतस्मिन् परिच्छेदे धातु आदेशः कुत्र भवति इति लिखितमस्ति. ज्ञा यत् धातु क्रयादिगणे अस्ति, अपि च जन् धातु दिवादिगणे अस्ति, तयोः स्थाने जा आदेश भवति क्षितिपरे इति अस्ति. अतः इदानीं तु ज्ञायति किमपि तत्र दृश्यते, जा एव दृश्यते. तर्हि ज्ञा जनोर्जा इति सूत्रेण ज्ञा धातुः अस्ति क्रियादिगणे, अथवा जन् धातुः अस्ति दिवादिगणे. तत्र षित् प्रत्ययः परे अस्ति चेत् जा इति आदेशः भवति. जा इति अनेकाल अस्ति, अतः सम्पूर्णधातोः स्थाने आगच्छति, न तु अन्त्यवर्णस्य. अतः ज्ञा धातु तस्य रूपं भवति जानाति, जन् धातु तस्य रूपं भवति जायते. अस्तु, अग्रे पठतु. अनेकालशित् सर्वस्य इति तु जानीमः, अतः आवश्यकता नास्ति. तर्हि अलोन्त्यस्य इति सूत्रम् अस्ति. अलोन्त्यस्य इति सूत्रं वदति यत् यदि आदेशः भवति तर्हि लिखितं नास्ति. यदि आदेशः कुत्र भवति, स्थाने किमस्ति इति लिखितं नास्ति चेत् अन्त्यवर्णस्य स्थाने आगच्छति. परन्तु अनेकालशित् सर्वस्य इति सूत्रं वदति यत् यदि आदेशः यत् अस्ति तद् अनेकाल अस्ति, नो चेत् शित् अस्ति अथवा शित् अस्ति, तर्हि तद् आदेशः सम्पूर्णस्थानिनः स्थाने भवति, न तु केवलम् अन्तिमवर्णस्य स्थाने. तदनन्तरम् अपि अस्ति, यदि अस्ति निच्च इति सूत्रमस्ति. निच्च इति सूत्रमस्ति यत् यदि आदेशः नित् अस्ति तदपि किं भवति, अन्त्यवर्णस्य स्थाने भवति. आदेशः अनेकाल अस्ति चेदपि तत्र अनेकालशित् सर्वस्य अलोन्त्यस्य अपवादः, निच्च इति अनेकालशित् सर्वस्य अपवादः. तर्हि अस्तु इति अस्ति. तर्हि अग्रे पठतु महोदय. जन् धातुः आत्मनेपदी अस्तु. जन् धातु आत्मनेपदी अस्ति. जनी अस्ति, अनुबन्धलोपे जन् भवति. इदानीं जन् योग श्यन् अस्ति. ज्ञा जनोर्जा इत्यनेन शिति परे जा आदेशः जा योग यकार क्षम्यतां जा योग य जाय इति अङ्गं जाय योगते जायते. तर्हि पश्यतु तर्हि अत्र केवलं षित् प्रत्ययः परे अस्ति तदेव तत्र जा इति भवति. यदि षित् नास्ति चेत् जा न भवति. उदाहरणमस्ति अत्र कर्तृपदे कर्तृत्वस्य जायते भवति, परन्तु कर्म यत्र स्त्री कर्मार्थकः अस्ति न तु कर्तृअर्थकः, तत्र जन्यते इति एव भवति. तत्र जा इति न आगच्छति, जन्यते एव. केवलं षित् प्रत्ययः परे अस्ति चेदेव भवति. अस्तु, धन्यवादः. आम् सत्यं, ज्ञापि तथा एव खलु. तुमन् अस्ति किमपि अस्ति चेत् ज्ञातुं भवति, न तु जातुम्. सत्यम्. अत्र समान किं ज्ञा जन् न ज्ञा इति ज्ञानम् इति खलु. नो ओ जन् इति टु बोर्न् ज्ञा अवबोधने अतः जननी अस्ति खलु. अस्तु, धन्यवादः. रघुवीरमहोदय अग्रे पठतु. ओकारान्त महोदय, ओकारान्त वा महोदय? आम्. ओकारान्तानाम् ओकारलोपः चत्वारि धातवः. चत्वारः चत्वारि वा महोदय? चत्वारः चत्वारः पुल्लिङ्ग् अस्ति धातु. पुल्लिङ्ग ओ अस्तु. धातु इति पुल्लिङ्गपदं वा महोदय? क्षम्यताम्. आम् अतः धातवः अस्ति खलु. धातु धातुः धातौ धातवः पुल्लिङ्ग. धातु नपुंसकलिङ्ग् अस्ति चेत् पुल्लिङ्गं भवति. धातुनी धातुनी भवति महोदय. अस्तु, पठतु. चत्वारः धातवः सन्ति. दो शो छो शो बङ्गालि. दो अवखण्डने विभागे भग्नं करोति. शो तनूकरणे तीक्ष्णं करोति, कृशं करोति. क्षो छेदने कर्तयति. क्षो अन्तकर्मणि पूरयति, समापयति. ओतः ष्यणि सप्तमध्याये तृतीयपादे एकसप्तति सूत्रे अस्ति. इत्यनेन धात्वाङ्गान्तस्य ओकारस्य लोपो भवति ष्यणि परे. परनिमित्तं किमपि वदामि वा महोदय? अग्रिमं पठामि वा? अग्रे सूत्रमस्ति, तदा पठ तदा वदतु महोदय. प्रथमं सूत्रं पठतु. ओतः ष्यणि अग्रे प्रथमं सूत्रं पठतु. अस्तु. आं महोदय. ओतः ष्यणि धात्वङ्गस्य ओकारस्य लोपो भवति ष्यणि परे. अलोन्त्यस्य इति परिभाषासूत्रस्य साहाय्येन आदेशः अन्तस्य अल् वर्णस्य स्थाने भवति. धात्वन्ते एव ओकारस्य लोपः. ओतः षष्ट्यन्तं ष्यणि सप्तम्यन्तं द्विपदम् इदं सूत्रम्. घोर्लोपो लेटि वा इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तसहितसूत्रं ष्यणि ओत अङ्गस्य लोपः महोदय. किमर्थम् ओतः ष्यणि तत्र ओतः महोदय? ओकारस्य ओत् इति तपरकर्णं प्रायः महोदय. ओतः इति षष्ट्यन्तं तत्र शनि इति सप्तम्यन्तम् इत्युक्ते परनिमित्तम् इति. यदि परनिमित्तं शनि अस्ति, धातु अङ्गस्य ओकारः अस्ति चेत् एतत् सूत्रं कार्यं करोति. कुत्र किं करोति? ओकारस्य लोपो लोपादेशः भवति ओकारस्य स्थाने. कथं जाने ओकारस्य स्थाने इति? ओकारं कुत्र? ओकार अलोन्त्यस्य इति सूत्रसाहाय्येन अल् अस्ति चेत् तत् विधिः यदस्ति कार्यं कार्यम् अन्त्य अल् यदस्ति तस्य स्थाने विधि भवतु इति. अतः अन्त्य ओकार यदस्ति तस्य स्थाने लोपादेशः भवति. तर्हि अत्र ओतः इत्युक्ते तादृशम् अङ्गं यस्य अन्ते ओकारः अस्ति, येन विधिस्थगन्तस्य इति सूत्रेण न केवलम् ओकारः अस्ति परन्तु तादृशम् अङ्गं यस्य अन्ते अपि ओकारः अस्ति. तर्हि ओकारान्त अङ्गम् अस्ति चेत् तस्य तस्य शन् प्रत्ययः परे अस्ति चेत् लोपः भवति. कस्य लोपः भवति? लिखितं नास्ति. अतः अलोन्त्यस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः अन्त्यवर्णस्य नाम ओकारस्य लोपः. तर्हि इदानीम् उदाहरणानि पठतु. आं महोदय. दो योग श्यन् ओतश्यनि श्यनि इति इत्यनेन शनिपरे धात्वङ्गस्य ओकारस्य लोपः. अतः दो योग श्यन् भवति द योग य इत्संज्ञा भूत्वा अनुबन्धलोपानन्तरं द्य इति अङ्गं भवति महोदय. तत् प्रथम एकवचन तिङन्तरूपं लट् अस्ति द्यति. शो योग श्यन् ओतश्यनि इति सूत्राधारेण ओकारस्य लोपः भवति. श योग य श्य इति अङ्गं भवति. तस्य रूपं प्रथम एकवचनं श्यति इति क्रियापदं. शो योगः श्यन् ओतश्यनि इति सूत्राधारेण ओकारस्य लोपः भवति. छ योगय छ्य इति अङ्गं भवति. तत् तिङन्त योजयित्वा छ्यति इति प्रथम एकवचनपदं भवति. शो इति धातुः अस्ति. धात्वादेः शहस्ताः इति मूलधातु यदस्ति शकारस्य स्थाने सकारः भवति. अतः स योग ओ सो इति. सो योग श्यन् इदानीं शो सो योगः श्यन् तत्रापि ओकारः अस्ति ओतश्यनि इति सूत्राधारेण ओकारस्य लोपः भवति. स योग य अनुबन्धलोपेन स्य इति अङ्गं तद् तिङन्तं योजयित्वा स्यति इति पदं निष्पद्यते. तर्हि यति श्यति स्यति क्षति इति अस्ति. ओकारलोपः अस्तु. एकः प्रश्नः अस्ति. ओतः किम् अर्थं? तत्र किमपि तपर तत्काल नास्ति खलु? अतः इदानीम् ओतः किमर्थम्? ओकारस्य प्लुत अपि अस्ति वा? ओ प्लुत अपि अस्ति. अस्तु अस्तु. प्रायः ओकारस्य प्लुत अपि अस्ति. आम् अस्ति अस्ति अस्तु. अग्रे तदनन्तरं समादि अन्तर्गणं शम् आदि अन्तर्गणं विजि महोदय पठतु. समादि अन्तर्गणः अष्टधातवः समामष्टानां दीर्घः श्यनि सप्तमाध्याये तृतीयपादे चतुर्थसप्ततमसूत्रम् समादीनाम् अष्टानां धातूनां दीर्घत्वं शनिपरे तिवादिगणे कश्चन अन्तर्गणकः अस्ति समाधिगणकः नाम्ना यस्मिन् अष्टधातवः सन्ति शनिपरे येषां धातूनाम् उपधायां स्थितः अकारः दीर्घो भवति अचश्च इत्यस्य साहाय्येन अचः एव दीर्घत्वम् समां षष्ट्यान्तम् अष्टानां षष्ट्यान्तं दीर्घः प्रथमान्तं शनिसप्तम्यन्तम् अनेकपदम् इदं सूत्रम् समाम् इत्यस्य बहुवचनेन समाधिः इति अर्थग्रहणम् अङ्कस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति समाम् अष्टानाम् अङ्गानाम् अचः दीर्घः शनि दिवादिगणे समाधिगणः इति नाम्ना केचन धातवः सन्ति अष्टधातवः सन्ति तत्र शनि प्रत्यये परे येषां धातूनां उपधाय अकारः दीर्घो भवति उपधाये अकारः अस्ति तत् दीर्घः भवति अचश्च किमपि इत्यस्य सूत्रे किमपि उपधा इति किमपि नास्ति परन्तु एषु अष्टेषु धातुषु एकः एव स्वरवर्णः अस्ति यः उपधायाम् अस्ति अतः एतद् लिखितमस्ति तदपि अकारः एव वा केवलम् अकारः एव वा महोदय एव उपधायां इति स्थाने अस्ति तत् अकारः दीर्घः भवति सः एषः अकारः दीर्घः भवति अचश्च इत्यस्य साहाय्येन अचः एव दीर्घत्वम् इत्युक्ते अचश्च इति न पठितं किल महोदय दीर्घः इति लिखितमस्ति खलु तर्हि प्रश्नः उदेति कस्य दीर्घत्वं भवति लिखितं नास्ति खलु सूत्रे तर्हि अचश्च इति सूत्रं परिभाषासूत्रम् आगत्य वदति यत् यत्र कुत्रापि दीर्घ प्लुत ह्रस्व इति लिखितमस्ति तस्य अर्थमस्ति यत् तद् यत् सर्वं कार्यमस्ति तद् स्वरवर्णस्य भवति अच् वर्णस्य अत्र अस्माभिः पठितमस्ति पूर्वं यत्र यत्र ह्रस्व दीर्घ प्लुत विधीयन्ते तत्र तत्र अचः इति पदम् आगत्य उपस्थितं भवति नाम ह्रस्व दीर्घ प्लुत केवलम् अचवर्णस्य क्षमां षष्ठ्यन्तम् अस्ति पठतु पठतु क्षमां षष्ठ्यन्तम् अष्टानां षष्ठ्यन्तं दीर्घः प्रथमान्तं क्षमाम् इत्युक्ते किं महोदय धातु अस्ति अग्रे अस्ति लिखितम् ओहो क्षमाम् इत्यस्य बहुवचने समाधिः अङ्गस्य इत्यस्य अधिकारः स्वीकृत्य अनुवृत्तिसहितसूत्रम् अस्ति क्षमाम् अष्टानाम् अङ्गानाम् अचः दीर्घः शनि इत्युक्ते शनिप्रत्ययपरे समाधिगणस्य उपधाय अच् वर्णः दीर्घः भवति इति तर्हि एकं दिवादिगणे एकम् अन्तर्गणः अस्ति एकः अन्तर्गणः अस्ति तस्य तस्मिन् गणे अष्टधातवः सन्ति तस्य प्रथमधातुः अस्ति शम् अतः शमादिगणः तत्र समाधिगणे ये धातवः सन्ति तत्र तत्र षण् प्रत्ययः परे तत्र दीर्घत्वं भवति अचवर्णस्य दीर्घत्वं भवति शं धातुः अस्ति तस्य शाम् इति भवति तर्हि अग्रे पठतु महोदय अग्रे अचश्च उकालो इति पठितमस्ति अस्माभिः अचश्च उकालो ह्रस्वदीर्घप्लुतः इति अत्र यत्र कुत्रापि प्लुत्तः इति विधीयन्ते तत्र अचः इति आगत्य अचः इति प्रत्याहारे स्थितस्य स्वरवर्णः एव दीर्घत्वं भवति दीर्घत्वं भवति अग्रे उदाहरणानि पठतु शं शमु उपशम् शमु उपशमे शान्तः भवति शम् उकार उपदेशे अनुनासिकी इति सूत्रेण उकारः अनुनासिक उकारः लोपः भवति शम् इति निष्पन्नं संयोगः श्यन् समानस्थानां दीर्घः श्यनि इति सूत्रेण अकारः दीर्घः भवति दीर्घत्वं शां योगः य शाम्य इति अङ्गम् तदनन्तरं सिगन्धप्रत्ययः शम्यति शम्यति न भवति अपि तु शाम्यति अत्र तु शकारः दीर्घः भवति इति कारणेन शाम्यति इति रूपं निष्पन्नं तमुं काङ्क्षायाम् इच्छति तत्रापि मुखारस्य लोपः भवति तं योगः श्यन् समामष्टानां दीर्घः शनि शनिपरे अत्र त इति इत्यस्य अकारः दीर्घः भवति तां योगः य ताम्य इति अङ्गं तदनन्तरं ति तिप्रत्यययोजनेन ताम्यति इति रूपम् तमु उपशमे शान्तः भवति तदनन्तरम् एतत्तु शमु अपि शान्तः भवति इति लिखितम् अस्ति किल महोदय तमु तमु तं योगः श्यन् समा पुनः समावष्टानां दीर्घः शनि इति सूत्रेण द दा भवति दां योगः यो धाम्य इति अङ्गं योजनेन दाम्यति इति रूपम् ओके शमु संयोगः श्यन् शाम्यति श्रमु तपसः श्रान्तः भवति इति तदनन्तरं श्राम्यति इति तदनन्तरं दीर्घं भवति शां योगः यव योगः ति शाम्यति इति किल शाम्यति भ्रमु अनवस्थाने भ्रमणं करोति इति भ्रमयोगः श्यन् प्रत्यय समष्टानाम् इति सूत्रेण भ्राम्ययोग भ्राम्य इति अङ्गं भ्राम्ययोगे अपि भ्राम्यति तदनन्तरं शमु सहने क्षमां करोति शम् अत्रापि उकारलोपः शं योगः श्यन् शम् अत्र शकारस्य दीर्घत्वं शां शां य योगः ति शां यति इति क्लमु ग्लान ग्लानः भवति क्लं क्लं योगः श्यन् देन् क्लाम्य तदनन्तरं ति योजनेन क्लां यति मदिर् हर्षे प्रसन्नः भवति मद् योगः श्यन् अत्र मकारस्य दीर्घः माद् माद्य तदनन्तरं अकारस्य अकारस्य दीर्घः माद् माद्योगः य माद्य तदनन्तरं माद्यति इति अन्तिमं रूपम् महोदय ओके अस्तु धन्यवादः पठामि वा महोदय न न धन्यवादः तत्र दीर्घत्वं भवति श्राम्यति ताम्यति दाम्यति श्राम्यति धाम्यति क्षाम्यति क्लाम्यति माद्यति अस्तु इदानीम् अन्तिमभागः अस्ति परिशिष्टं मदर् महोदय पठतु Thank you. आं महोदय परिशिष्टं धातुपाठे द्वादिगणे द्विवादिगणे च द्वौ धातु उभयत्र स्तः शिवु क्लमु च उभयत्र च उपधायां स्थितस्य स्वरस्य दीर्घत्वं किञ्च उभयत्र इदं दीर्घत्वं सिद्ध्यति भिन्नसूत्राभ्यां यद्यपि भ्वादिगणे यत् विशिष्टं सूत्रम् उक्तं शिवु क्लमु चा क्षिति तस्य प्रसक्तिः भवितुम् अर्हति स्म द्विवादावपि ष्यन् प्रत्ययस्य श्रित्वात् अस्माकं वर्गे द्वे छात्रे इदं किमर्थम् इति पृष्टवन्तौ मया यदा इयं प्रश्नं मात्रः पृष्टाः तदा ताभिः विचिन्त्य यत् महोदय अत्र धातुपाठे भुवादिगणे अपि द्विवादिगणे शिवु क्लमु इति शिवु क्लमु इति धातौ द्वादिगणे अपि आगच्छति द्विवादिगणे अपि आगच्छति द्वादिगणे श्लिवु क्लमु चां क्षिति इति विशिष्टसूत्रेण किं क्ले शिवु किं भवति महोदय क्लेशिवु योगः तत् शिवु क्लमु च मां क्षिति इति सूत्रं किं वदति कोऽपि क्लमु कोऽपि स्मरति वा कोऽपि स्मरति वा तर्हि ष्ठिवु क्लमु च माम् इति सूत्रमस्ति यत् वदति षिट् प्रत्ययः परे दीर्घत्वं भवति क्लं धातु तस्य अपि उपधायाः दीर्घत्वं भवति इति सूत्रमस्ति खलु सर्वे स्मरन्ति वा ठिव् क्लं छम् इति धातुषु षित् प्रत्ययः परे दीर्घत्वं भवति उपधायाः यत् अचवर्णः अस्ति तस्य दीर्घत्वं भवति इति सर्वे स्मरन्ति खलु तर्हि अत्र प्रश्नः उदेति ष्ठिवु क्लमु च इति सूत्रस्य कृते ष्ठिवु क्लमु च माम् इति क्षिति इति सूत्रेण दीर्घत्वं भवति द्वादिगणे इति अस्माभिः पठितं तर्हि परन्तु द्विवादिगणे अस्माभिः पठितं यत् ष्ठिव् मध्ये दीर्घत्वं भवति हलि च इति सूत्रेण क्लं मध्ये दीर्घत्वं भवति शमादि इति सूत्रेण तर्हि एकस्य एकस्य एव कार्यस्य कृते द्वे द्वे सूत्रे किमर्थम् इति अस्ति खलु तर्हि तत् प्रश्नः अस्ति यत् ष्ठिव् धातु अस्ति चेत् ष्ठिवु क्लमु च मां क्षिति इति सूत्रेण अपि दीर्घत्वं भवति तदनन्तरं हलि च इति सूत्रेण अपि दीर्घत्वं भवति क्लं धातु अस्ति चेत् ष्ठिवु क्लमु क्षमाम् इति सूत्रेण अपि दीर्घत्वं भवति क्षमाष्टानां दीर्घश्यनि इति सूत्रेण अपि दीर्घत्वं भवति तत्र तर्हि तत्र ष्ठिवु क्लमु क्षमां क्षिति तस्य अपि प्रसक्तिः अस्ति द्विवादिगणे अपि अस्ति यतोहि तत् षित् प्रत्ययस्य कृते अस्ति तर्हि किमर्थं द्वे सूत्रे इति अस्ति इति प्रश्नः आगन्तुं शक्नोति इति कस्य प्रायः कस्यापि कस्य तु छात्रस्य प्रश्नः आसीत् पूर्वे अतः इदं परिशिष्टं लिखितमस्ति हि पठतु अग्रे वस्तुतः धातुपाठे अनेके पाठे अनेके महोदय अत्र हलीपरे लिखितं खलु किन्तु भुवादिगणे तु प्रत्ययः अ एव अस्ति, शप् विकर्णप्रत्यय शप् अस्ति, तत्र अ एव अवशिष्यते. तत्र हलिपरे वदामः चेत् तत्तु कार्यं न कर्तुं शक्नोति खलु. न न, प्रश्नः अस्ति यत् स्थिवुक्लमु च मां षच्छिति इति भवादिगणे दिवादिगणे उभयत्र कार्यं कर्तुं शक्नोति खलु. ओ तर्हि भ्वादिगणे एकं पद्धत्या दीर्घत्वं भवति, दिवादिगणे एकं पद्धत्या एकेन एकया एकस्य पद्धत्या दीर्घत्वं भवति. एतत् किमर्थम् इति अस्ति. तर्हि अग्रे अमदर् महोदय पठतु. वस्तुतः धातुपाठे अनेके दोषः. आं महोदय, वस्तुतः धातुपाठे अनेके दोषाः. वा ब्रांशप्लाश ब्राणुक्रमु क्लवु मुद्रासित्री लशः ब्राश ब्रमु क्लमु त्रसि त्रुटि लश एतेभ्यः ब्राश ब्लाश भ्रमु चलने क्रम क्रम क्लम त्रस त्रिटु लश एतेभ्यः शन विकल्पेन भवति कर्तार्थके प्रत्यये परे. एतत् सर्वं द्वादिगणे अस्ति वा महोदय? विकल्पेन एव कर्तार्थके भवति. शन् भवति विकल्पेन शिल् भवति. अत्र पठतु अनेन सूत्रेण. यदा अष्टाध्यायी इति सूत्रपाठपुस्तकम् उद्घाटयन्तु सर. आं महोदय, अत्र तृतीय अध्यायस्य प्रथमपादस्य पञ्चपञ्चाशत् पृष्ठः अस्ति. 55 तत्र कर्तरीशाप् इति अस्ति खलु. कर्तरीशाप् इति अस्ति खलु. कर्तरीशाप् इति अस्ति. कर्तरीशाप् 3160 तत्र अनन्तरमस्ति दिवादिभिः शन् तदनन्तरमस्ति वा भ्राश् भ्लाश् तर्हि अस्य सूत्रस्य अर्थः अस्ति यत् एते धातवः भवादिगणः सन्ति परन्तु विकल्पेन तत्र शन् अपि आगच्छति इति अस्ति. मलर् महोदय पठतु. अनेन सूत्रेण यदा द्वादिगणे एव क्लमु धातोः विकल्पेन शन् इति तु उक्तमेव, तदा दिवादिव्यगणे तस्य धातोः पठनस्य न कापि आवश्यकता न भवेदेव. द्वादिगणे एव भवतुः. दिवादिगणस्य क्षमामश् ष्टानां दीर्घः शनि इति अन्तर्गणविधायकसूत्रात् अयं धातुः निष्कासनीयः. क्षमां सप्तानां दीर्घः शनि इति भवतु. द्वादिगणे एव शिवु क्लमुचमां क्षिति इत्यनेन एव क्लमाति क्लमाम्यति द्वयोरपि क्लामति क्लाम्यति द्वयोरपि दैर्घ्यं भवतु. अनेन सूत्रेण भुवादिगणे एव एतत् क्लमु धातोः विकल्पेन शन् इति रूपम् इति आगच्छति, परन्तु दिवादिगणे अस्य आवश्यकता नास्ति, यतः शन् एव अत्र विकर्णप्रत्ययः अत्र शमां मष्टानां दीर्घः शनि इति सूत्रं कार्यं करोति दिवादिगणे. एवं वा महोदय? तत्र प्रश्नः अस्ति यत् कुलम् इति धातुः अस्ति, तत् वा भ्राश् भ्लाश् यत् सूत्रमस्ति तेन विकल्पेन शन् प्रत्ययः भवति, नाम धातुः भ्वादिगणे एव स्थापनीयं स्थापनीयः येन शप् आगच्छति, तदनन्तरं वा ब्लाश् इति सूत्रेण विकल्पेन शन् आगच्छति, तदनन्तरं स्थिवु क्लमु चमांशिति इति सूत्रेण उभयत्र क्लामति क्लाम्यति इति रूपद्वयं भवितुं शक्नोति, सर्वं सम्यक् अस्ति. परन्तु किम् अभवत् यत् धातुपाठे शम् इति यत् अस्ति शमादि अन्तर्गणः यत् दिवादिगणे अस्ति तत्र अपि क्लम् धातु पाणिनिना स्थापितं, तद्दोषः अस्ति खलु, तत्र आवश्यकता नास्ति, किमर्थं कृतं तत्र, तस्य दोषः अस्ति इति वयं द्रष्टुं शक्नुमः, यत् क्लम् धातोः तत्र शमादिगणे तस्य स्थापनस्य आवश्यकता एव नास्ति, दिवादिगणे स्थापनस्य आवश्यकता एव नास्ति, केवलं भवादिगणे स्थापयतु, तदनन्तरं वा भ्राश् इति सूत्रेण विकल्पेन श्यन् करोतु, तदनन्तरं स्थिवु क्लमु चमांशिति इति सूत्रेण उभयत्र दीर्घत्वं भवति, शप् अपि अस्ति चेत् शन् अपि अस्ति चेत्, तर्हि तस्य आवश्यकता नास्ति तत्र वस्तुतः, यत् धातुपाठे शम् इति अन्तर्गणः यत् अस्ति दिवादिगणे तत्र तस्य स्थापनस्य आवश्यकता नास्ति, परन्तु तदभवत् अतः तद् एक तत् दोषः अस्ति इति वयं मन्तुं शक्नुमः इति. अस्तु तर्हि इति एकं दोषः अस्ति, एकः दोषः अस्ति क्लम्. क्षम्यता महोदय, पुनः वदतु, न अवगतम् अत्र कस्य विषये वदामः, क्लम् धातोः वा ष्टिर् धातोः वा? वा भ्राश् भ्लाश् इति सूत्रे कः धातुः अस्ति? क्लम् अस्ति, तर्हि क्लम् विषये अस्ति, क्लम् विषये अस्ति यत् क्लम् केवलं भ्वादिगणे एव स्थापयतु, तदनन्तरं वा भ्राश् इति सूत्रेण क्लम् मध्ये विकल्पेन श्यन् आगच्छति, तदनन्तरं स्थिवु क्लमु चमांशिति इति सूत्रेण उभयत्र दीर्घत्वं भवति, कार्यं समाप्तम्. अतः शम् इति अन्तर्गणः अस्ति, तत्र क्लम् इति धातोः ततः क्लम् इति धातोः निष्कासनीयः, तत्र किमर्थं तत्र शम् अन्तर्गणे दिवादिगणे अन्तर्गणः अस्ति तत्र क्लम् धातोः तस्य स्थापनस्य आवश्यकता एव नास्ति, दोषः अस्ति खलु. इदानीं कुत्र द्विवारम् आगच्छति शम्? शम् शमाष्टानाम् इति सूत्रे शम् अन्तर्गणे दीर्घत्वं भवति इति लिखितमस्ति खलु. शम् अन्तर्गणे क्लम् अपि अस्ति. आम् सत्यं, तर्हि तत्र तस्य आवश्यकता नास्ति, दोषः अस्ति इति एकमस्ति क्लम् धातु कृते. अग्रे अस्ति स्थिव् धातु कृते अपि अस्ति, तत्र किं लिखितमस्ति इति पठामः. तर्हि सुमित्रा महोदय पठतु. महोदय, पाणिनि अपि दोषः कर्तुं शक्यं वा? प्रत्येकः मनुष्यः दोषं कर्तुं शक्नोति, सः महर्षिः. परन्तु दोषः इत्युक्ते महान् दोषः इति नास्ति, अतः एव व्याख्यानम् अस्ति खलु, वररुचिना कात्यायेन अनन्तरं पदजलेन. दोषः महान् दोषः नास्ति तत्र, तत्र द्वे कारणे भवितुं शक्नुतः, तत्र ऐदर् सः दोषः करोति नो चेत् तस्य किमपि अन्य तत्र तस्य प्रयोजनम् अस्ति, परन्तु एतावत् पर्यन्तं कोऽपि ज्ञातुं न शक्नोति तस्य प्रयोजनं किम्। तत्तु किम, तत्तु प्रायः नास्ति तत्र। तदनन्तरं पतञ्जलि आगच्छति, कात्यायन आगच्छति, बहु व्याकरणाः आगच्छन्ति, तर्हि अत्र किञ्चित् त्रुटिः इति चिन्तयतु। दोषः इति महान् दोषः तु नास्ति, यतोहि तत्र रूपे किमपि भेदः न भवति, अन्तिमरूपे किमपि भेदः अथवा दोषः न भवति। ड्युप्लिकेशन्, ड्युप्लिकेट् स्थापितं चेत् दोषः, अत्र तु द्विवारं स्थापितः। हा, द्विवारं स्थापितं भ्रमः भवति इति अत्र समाधिगणे अत्रापि अस्ति किल। अतः रूपं, अन्तिमरूपं यत् अस्ति तत्र भेदः नास्ति, अतः महान् दोषः नास्ति इति वयं चिन्तयितुं शक्नुमः। डुप्लिकेशन् भवति, परन्तु व्याकरणे डुप्लिकेशन् अपि केचन जनाः वदन्ति खलु महान् दोषः अस्ति, अत्र यत्र एकैकमात्रायाः डुप्लिकेशन् दोषः अस्ति, अत्र तु पूर्णधातोः डुप्लिकेशन् अतः दोषः अस्ति इति चिन्तयितुं शक्नुतः। परन्तु अन्तिमरूपे किमपि न, अन्तिमरूपे भेदः न भवति कोऽपि इति, अतः महान् दोषः नास्ति इति अपि चिन्तयितुं शक्यते। इदानीं नवीनकाले पुष्पदीक्षितमहोदयेन किञ्चिदपि तत्र कृतवती क्रमेण, क्रमः किम् अस्ति इति तदेव तद् लिखितं, सा एव वदति अत्र खलु, पुष्पदीक्षित एव अत्र माता इति पुष्पदीक्षित एव वदति। आं जि, आं जि। महोदय, इदानीं तु सूत्रं पश्यामः चेत् तत्र क्षमाम् अष्टानां दीर्घः श्यनि अस्ति, किम् अन्यत् किमपि सूत्रम् अस्ति वा यत्र अष्टधातवः के इति स्पष्टीकरोति? प्रायः भवेत्, सूत्रम् इति न जानामि अस्ति न वा, परन्तु तदा धातुपाठे अन्तर्गणः सन्ति, तत्र वयं धातुपाठे धातूनां क्रमः क्रमं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् तत्र समादिगन्त अन्तर्गणे किम् अस्ति। प्रायः सूत्रं नास्ति, धातुपाठस्य अध्ययेन धातुपाठस्य अध्ययनेन वयं ज्ञातुं शक्नुमः यत् अन्तर्गणे के सन्ति। अस्तु, इदानीं क्लम् इति सूत्र धातोः कृते एकं त्रुटि, एका त्रुटिः अस्ति। अग्रे स्टीव् धातु, सुमित्रा महोदय पठतु ततः अग्रे। आम्, ततः अग्रे उक्तवत्यः। हा, पठतु पठतु। एषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं क्षिति प्रत्यये परे। तत्तु जानामि, अग्रे जानीमः। ततः अग्रे उक्तवती, तदपि समाप्तं खलु महोदय, पठतु। हरि ओम्। ततः अग्रे उक्तवत्यः अन्यच्च ष्टिवु धातुः ष्टिवु क्लमु चमां शिति इत्यनेन एव द्विवादावपि दीर्घत्वं भवतु। खलि च इत्यस्य द्विवादौ ष्टिवु कृते न कापि आवश्यकता, ष्यन् इत्यस्य षित्वम् अपि च तदपेक्षया पुनः इतोपि सम्यक् स्तिवु धातुः वादिगणे एव भवतु। वा भ्राशब्लाशब्रमुक्रमुक्लमुत्रूतिलशः इति सूत्रे स्तिवु धातुं संयोजयतु। अनेन वादौ एव स्तिवु धातोः क्लमो इव विकल्पेन श्यन् तस्मात् द्वादादेव शिवक्लमोचमां शिति इत्यनेन द्वयमपि स्टीवति स्थीव्यति इत्येव सम्यक्. किं लिखितम्? अस्तु, क्लमु अचाम् इत्येषां दीर्घं भवति शिति परे परतः. समीचीनं वा? किम्? न न, अत्र स्टिव् स्टिव् स्टिव् धातुः अस्ति, तस्य कृते स्टिव् क्लमु च मां शिति इति सूत्रेण अपि दीर्घत्वं भवति, हलि च इति सूत्रेण अपि दीर्घत्वं भवति. तर्हि प्रश्नः तत् यत् शङ्का अस्ति यत् दिवादिगणे हलि च इति सूत्रेण तस्य आवश्यकता एव नास्ति क्लम् धातु कृते, स्टिव् धातु कृते, यतोहि स्टिव् क्लमु च मां शिति इति सूत्रेण शिप् प्रत्यये परे दीर्घत्वं भवति. तर्हि द्वादिगणे अपि शप् शित् अस्ति, दिवादिगणे अपि शप् शंशित् अस्ति, अतः एकेन एव सूत्रेण तस्य दीर्घत्वं करोतु इति लिखितमस्ति. अपि तु शिवुक्लमु शमां शिति तत् सपाद अष्टाध्यायमपि अस्ति, परन्तु तदेकः दोषः अस्ति. अनन्तरं दोषः अस्ति यत् किमर्थं स्टिव् तत्र दिवादिगणे स्थापनीयः एव? शिव क्लम् यथा क्लम् अस्ति तथैव स्टिव् अपि केवलं भवादिगणे स्थापयतु. तदनन्तरं वा भ्राश् ब्लाश् इति सूत्रेण तत्रापि स्टिव् धातोः तत्र संयोजयतु, विकल्पेन शन् इति करोतु, तदनन्तरं स्टिव् क्लमु शमांशिति इति सूत्रेण यथा क्लम् मध्ये दीर्घत्वं भवति तथैव तथैव अत्रापि स्टिव् मध्ये अपि भवतु. तर्हि किमर्थं, तर्हि प्रश्नः अस्ति यत् यदा रूपं सम्यक् एकमेव भवति भवादिगणे दिवादिगणे, तर्हि कथं किमर्थं स्थिव् धातु क्लम् धातु दिवादिगणे अपि स्थापनीयः, भवादिगणे अवश्येव स्थापनीयः? केवलं भवादिगणे स्थापयित्वा वा भ्राश् इति सूत्रे संयोजयतु स्थिव् अपि यत् विकल्पेन शिक्षन् करोतु, तदनन्तरं स्थिभु क्लमु च मां शिति इति सूत्रेण करोतु. अतः लिखितमस्ति, अतः लिखितमस्ति धातुपाठे तत्र प्रायः तत्र दोषः अस्ति यत्, परन्तु अहं चिन्तयामि यत् इति. तर्हि एकं तु अस्ति यत् क्लम् मध्ये तु दोषः अस्ति इति वयं द्रष्टुं शक्नुमः, यतोहि क्लम् इति दिवादिगणे अपि लिखितमस्ति वा फ्राश् फ्लाश् इति सूत्रे अपि लिखितमस्ति, परन्तु यत् क्लम् अस्ति यत् भ्रा स्टिव् अस्ति तत्र दोषः अस्ति न वा इति अहं न चिन्तयामि तत्र. अस्तु, तर्हि काउंटर आर्ग्युमेंट अस्ति अतः अहम् उक्तवती. अहं वदामि तत्र एकस्य एव कार्यस्य कृते बहवः पद्धत्यः भवितुं शक्नुः. अत्र स्थिव् धातु कृते अत्र कोऽपि वदति खलु यत्र भवादिगणे एव स्थापयतु, तदनन्तरं भ्राश् भ्लाश् इति सूत्रे संयोजयतु, येन स्थिव् कृते अपि श्यन् भवति. परन्तु पाणिनि तथा न चिन्तयति, सः वदति अस्तु न तथा न करोमि अहं साक्षात् एव दिवादिगणे स्टिव् इति कृते स्टिव् इति धातुः स्थापयामि. अतः सः हि टुक् देट् रूट्. तर्हि एक पद्धति अस्ति यत् केवलं भवादिगणे स्टिव् स्थापयतु वा भ्राश् भ्लाश् मध्ये स्टिव् इति संयोजयतु, नो चेत् स्टिव् भवादिगणे अपि स्थापयतु दिवादिगणे अपि स्थापयतु. तर्हि तत्र सः तेन सा पद्धतिः कृता यत् भवादिगणे अपि स्थापयति दिवादिगणे अपि स्थापयति, परन्तु सत्यम् उभयत्र स्थिवु क्लमु च मां शिति इति सूत्रेण दीर्घत्वं भवतु. स्थिव् धातु कृते हलि च इति सूत्रेण दीर्घत्वं मा करोतु इति अपि अस्ति, यतोहि कोऽपि वक्तुं शक्नोति यत् हलि च इति सूत्रमस्ति, सपाद त्रिपाद्यमस्ति, अतः स्थिवु क्लमु श्रवांशिति इति सूत्रेण सूत्रस्य कृते खलि च इति सूत्रं नास्ति एव, अतः स्थिवु क्लमु श्रवांशिति इति सूत्रेण एव दीर्घत्वं करोति। अतः अहं मम वैयक्तिकमतः अस्ति यत् अतः यत् स्थिव् धातु कृते तु वस्तुतः दोषः नास्ति इति अहं चिन्तयामि, तत्तु पाणिनेः स्टैल् अस्ति इति वक्तुं शक्नुमः। परन्तु आम् क्लम् धातु कृते तु भ्रमः अस्ति, यतोहि क्लम् धातु किमर्थं शम् मध्ये अपि स्थापितं वा भ्राश् भ्लाश् इति सूत्रे अपि स्थापितं, तत्तु तत्र तु भ्रमः अस्ति। परन्तु स्थिव् धातु कृते कोऽपि भ्रमः अस्ति इति अहं न चिन्तयामि, तत्तु पाणिनेः पद्धतिः अस्ति इति अस्ति तर्हि इति अहं चिन्तयामि। हा प्रश्नः अस्ति वा कस्यापि? महोदय मम डौट्स् अस्ति, हलि च तत्र अनुवृत्तिसहितसूत्रं किं महोदय? अत्र लिखितमस्ति खलु उपरि एकनिमिषः, हलि च भोः धातोः उपधायाः इकारः। क्षम्यताम्, हलि च भोः धातोः उपधायाः इकः दीर्घः। ओ अस्तु, किम् अस्तु तत्र तत्र अस्तु वकारान्त धातूनाम् एतत् सूत्रं तत्र वकारधातु अस्ति चेत् एतत् सूत्रं कार्यं करोति, किन्तु सः एक्स्प्लिसिट्लि स्टिव् इति न स्थापितवान् खलु, सो स्टिव् गाट् इन्क्लूडेड् बिकास् इट् इस् अ वकार, अदर्वैस् हि वुड् हव् हेड् टु इन्क्लूड् he would have had to use more words to delineate div shiv striv and exclude stiv. Satyam tadapi asti, so I mean atra kimapi doshah na krutavan tadeva aham vadami tatra shiv madhye doshah nasti iti kopi prayah aham satyami yata halicha iti sutram तस्य प्रसक्तिः अस्ति, यथा अन्यवकारान्तानां कृते प्रसक्तिः अस्ति तथैव स्थिव् कृते अपि प्रसक्तिः भवति, परन्तु तत्र कोऽपि रूपपरिवर्तनं न भवति। एतद् नास्ति खलु यत् हलि च इति सूत्रेण एकं रूपं भवति, स्थिवु क्लमु च माम् इति सूत्रेण अन्यरूपं भवति इति अपि नास्ति, एकमेव रूपम् अस्ति। तर्हि प्रायः अहं चिन्तयामि यत् स्थिव् धातु कृते तु कोऽपि दोषः नास्ति इति, परन्तु क्लम् कृते तु अस्ति, क्लम् कृते इति तु अस्ति, द्विवारं जि अत्र द्वयमपि स्टीवति स्टीव्यति इति आगच्छति, क्लमु इति विकल्पेन रूपद्वयं क्लामयति, वदतु जि द्वे रूपं क्लामयति जि क्लामति क्लाम्यति अत्रैव लिखितमस्ति। अस्तु जि धन्यवादः। अर्थ समान वा? हा समानमेव समानमेव समानमेव समानमेव विकल्पेन एव परन्तु समानमेव कदाचित् धातुद्वयम् अस्ति, एकं तु प्रायः भवादिगणे अन्यत् कुत्रापि अस्ति, किन्तु अत्र समान न भवति। सत्यं प्रायः अत्र तादृश कोऽपि अर्थभेदः नास्ति, अर्थभेदः अस्ति चेत् तत्र तु प्रश्नः एव नास्ति, एकः अर्थः भवादिगणे एकः जीवादिगणे तत् भवितुं शक्नोति। तर्हि तत्र क्लम् धातु कृते क्लामति क्लाम्यति इति रूपद्वयमस्ति, स्थिव् धातु कृते स्थीवति स्थीव्यति इति रूपद्वयमस्ति। अस्तु तर्हि एतत् किमपि कापि चर्चा अस्ति इति, यत् स्थिव् क्लम् धातु कृते छात्रस्य प्रश्नः अस्ति, अतः अग्रे लिखितमस्ति खलु, ततः अग्रे मातृभिः उक्तं किन्तु मम पुस्तकम् अधुना एव मुद्रितं, किमर्थं पूर्वं न उक्तं? तर्हि स्वरूपमहोदय वदति यत् अधुना एव प्रश्नः द्वाभ्यां छात्राभ्यां पृष्टः, अतः ते छात्राः बुद्धिमत्य सत्यम् इदानीं बुद्धि भवादिगण दिवादिगण इति अस्माभिः समापितम्। अधुना भवादिगणे कोऽपि धातुः अस्ति अथवा दिवादिगणे कोऽपि धातुः अस्ति, तस्य लट् लोट् लङ् विधिलिङ् इति चतुर्षु लकारेषु रूपं वयं साधितुं शक्नुमः। जि अग्रिमवर्गस्य पाठः किम्? अग्रिमवर्गस्य पाठः अस्ति तुदादिगणः, अग्रिम न इदानीमेव। किं जि? तुदादि, तुदादिगणः, पञ्च पञ्ची पञ्चगण। अस्तु, तुदादिगणे प्रश्नः अस्ति वा? पञ्चमगण नास्ति, षष्ठमगण। न न, स्वादिया तुदादिया तुदादि वा? तुदादि तुदादि तुदादि षष्ठमगादि षष्ठम अस्ति, सिक्स् सिक्स् स्वादि पञ्चम अस्ति। अस्तु, तर्हि दिवादिगणे इति अधुना सर्वे धातवः समापिताः, अग्रे गच्छामः। तर्हि नूतनकरपत्रम् उद्घाटयतु, अत्र पञ्चनिमेषाः सन्ति, आरभामः। अग्रिम करपत्र एव तुदादिगणः अस्ति। उदादिगणः अस्तु, तर्हि अहमेव वदामि, किञ्चित् पञ्चनिमेषाः एव सन्ति अतः। तर्हि तुदादिगणे तुदादिगणे विकरणप्रत्ययः कः? श, श, श, तर्हि श अस्ति, तर्हि तत्रापि केवलम् अ इति अवशिष्यते। तर्हि भवादिगणीयवत् अपित्रापि अ एव अवशिष्यते, परन्तु मुख्यभेदः अस्ति श इति अपित् अस्ति, अतः वादिगणे तु पित्वात् गुणः भवति, परन्तु उदादिगणे सार्वधातुकार्धातुकयोः पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं न भवति, यतोहि सार्वधातुकम् अपित् इति सूत्रेण श इति धातुवदस्य प्रत्ययः अस्ति, तद् अपित् अपित् अस्ति, अतः नित्वद् भवति, निति च इति सूत्रेण गुणकार्यं बाधितम्। अतः तुदादिगणे यद्यपि विकरणप्रत्यय अ एव अस्ति भवादिगणीयव, परन्तु अपित् अस्ति, अतः गुणकार्यं न भवति इति एकम् एकम् अस्ति भेदः, भवादिगणात् एकः भेदः अस्ति, कार्यं न भवति। तदनन्तरं द्वितीयकार्यं यदा अत्र अत्र प्रत्ययः अपित् अस्ति, अतः नित्वत् अस्ति, नित्वत् अस्ति, अतः द्वितीयकार्यं किम् अस्ति? एकमस्ति गुणनिषेधः, अन्य किं कार्यमस्ति? सम्प्रसारणं, यदा प्रत्ययः णित् अस्ति, तर्हि अत्र अपि दिवादिगणीयवत् सुदादिगणे अपि सम्प्रसारणं भवितुं शक्नोति, यत्र यत्र सम्प्रसारणधातुः अस्ति, यतोहि प्रत्ययः णित्वत् अस्ति, णित्वत् अस्ति, अतः सुदादिगणे णित्वत् अस्ति, अतः सम्प्रसारणं भवितुं शक्नोति इति अस्ति। तर्हि तत् अस्ति, तर्हि सुदादिगणी सुदादिगण किं क्षम्यता, तुदादिगण भवादिगणीयवत् अस्ति, यतोहि तत्र कुत्र कुत्र तत्र यतोहि तत्र विकरणप्रत्ययः अ एव अस्ति, परन्तु भवादिगणीय भवादिगण भवादिगण भवादिगणात् भेदः अपि अस्ति, यतोहि पित् अस्ति, अत्र अपित् अस्ति, अतः गुणः न भवति। कुत्रचित् कुत्रचित् दिवादिगणीय एव अस्ति, यतोहि दिवादिगणीय दिवादिगणे नास्ति खलु गुणः, अत्रापि नास्ति, दिवादिगणे दिवादिगणे सम्प्रसारणम् अस्ति, अत्र अपि अस्ति, अतः दिवादिगणवत् अपि अस्ति, परन्तु दिवादिगणात् अपि भेदः अस्ति, यतोहि दिवादिगणे विकरणप्रत्यय य अस्ति, तत् हलादि अस्ति, अतः तुदादिगणे विकरणप्रत्यय अ अस्ति, तत् अजादि अस्ति, अतः हलादि अजादि अलादि अजादि इति निमित्तेन येन केनापि कार्यं येन केनापि कार्यं भवति तदत्र भेदः भवति. उदाहरणमस्ति हलीच, हलीच इति सूत्रम् अत्र कार्यं न कर्तुं शक्नोति, यतोहि हलीच तदेव कार्यं करोति यत्र प्रत्ययः हलादि अस्ति, दिवादिगणे य अस्ति हलादि, अतः तत्र कार्यं कर्तुं शक्नोति, परन्तु अत्र तु अजादि अस्ति उदादिगणे, अतः अत्र कार्यं न कर्तुं शक्नोति इति एकः भेदः अस्ति. तर्हि सिमिलारिटीस् अपि सन्ति, नाम समानताः अपि सन्ति, भेदः अपि सन्ति, तदेकं भेदः अस्ति. परन्तु तदग्रे तु प्रायः किमपि मुख्यभेदः इति नास्ति इति अहं चिन्तयामि. सूत्राणि सर्वाणि सूत्राणि सन्ति इति वयं पश्यितुं वयं द्रष्टुं शक्नुमः. नूतनसूत्राणि आगन्तुं शक्नुवन्ति इदानीं. तर्हि अचिष्णु धातु ब्रुवां युवोर्यं मङ्गौ इति सूत्रमस्ति खलु, अस्माभिः पठितम् अचिष्णु धातु ब्रुवां युवोर्यं वङ्गौ. अत्र इकारान्त उकारान्त धातु अस्ति चेत् तस्य अग्रे अच् वर्णः अस्ति, तत्र इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् इति आगच्छति. तर्हि अत्र युगादिगणे ये धातवः इकारान्तः उकारान्तः सन्ति तस्य अग्रे अच् अस्ति खलु, अच् अ इति प्रत्ययः अस्ति, अच् अस्ति, अतः गुणकार्यमपि न भवति, अतः अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः अत्र बहु स्थाने आगच्छति. अचिष्णु धातु ब्रुवाम् इयम् उवङ् आगच्छति, तर्हि इकारस्य उकारस्य गुणं न भवति, परन्तु इकारस्य इयम् उकारस्य उवङ् इति भवति. तर्हि नूतनकार्याणि अपि सन्ति, परन्तु एते कोऽपि अधिककठिनम् इति नास्ति. अतः अस्तु, अग्रिमरविवासरे वयम् अग्रे पठामः युगादिगणस्य विषये. इदानीं विरमामः. अस्तु, धन्यवादः सर्वेषाम्.